पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 100 विष्णुरुवाच नर्मदायास्तडे रम्ये वटे तिष्ठति वै पिता विज्वलोऽपि समायादः पितरं प्रणिपत्य सः वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः समाचष्टे स धर्मात्मा महिमानं पितुः पुरः यथा विष्णुः समागत्य ददौ तस्मै वरं शुभं तत्सर्वं कथयामास सुप्रसन्नेन चेदसा कुञ्चलोऽपि च वृत्तान्तं समाकर्ण्य स भूपतेः हर्षेण महदाविष्टः पुत्रमालिङ्ग्य विज्वलम् आह पुण्यं कृतं वत्सत्वया राज्ञे महात्मने उपकारं महापुण्यं वासुदेवस्य कीर्तनाद एवमाभाष्यतं पुत्रमाशीर्भिरभिनन्द्य च पुत्रं देव समोपेदं स्तुत्वा चैव पुनः पुनः स्थितस्तरित्तडे रम्ये च्यवनस्योपपश्यदः एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् वैष्णवानां महाराज अन्यत् किं ते वदाम्यहम् वेन उवाच अमृतं शङ्खपात्रेण पानार्थं मम चार्पितम् तस्मात् कस्य नः च श्रद्धा पादुं मर्त्यस्य भूतले उत्तमं वैष्णवं ज्ञानं पानानामिह सर्वदा त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते श्रोतुं हि देवदेवेश मम श्रद्धा विवर्धते कथयस्व प्रसादान्मे कुञ्चलस्यापि चेष्टितं महात्मना किमुक्तं च चतुर्थं तनयं प्रति तत्त्वं सुविस्तरादेव कृपया कथयस्व मे श्रीभगवानुवाच श्रूयतामभिदास्यामि चरित्रं कुञ्जलस्य च बहुश्रेयःसमयुक्तं चरित्रं च्यवनस्य च इदं पुण्यं नरश्रेष्ठ आख्यानं पापनाशनं यशृणोति नरो भक्त्या गोसहस्रफलं लभेत इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे शततमोऽध्यायः ॐ